द्यावा पृथिव्योजितमन्तरम् हि व्याप्तम् त्वैकेन दिशश्च सर्वाः दृष्टाद्भुतम् रूपमुग्रम् तवेदम् लोकोत्रयम् प्राप्यतितम् महात्मन् अमीहि त्वम् सुरसङ्घा विशन्ति केचिद्धृताः प्राञ्जलयो गृणन्ति स्वस्तिस्त्युक्त्वा महर्षि सिद्धसङ्घाः स्तुवन्ति त्वम् स्तुतिभिः पुष्कलाभिः।